नमस्सर्वेभ्यः समासचिन्तनवर्गे सर्वेषां स्वागतम्। प्रवर्तमानविषयमस्ति पूर्णगुणसुहितार्थसदव्यतव्यसमानाधिकरणेन इति सूत्रे तव्यत् एवं समानाधिकरण इति भागद्वयम् अवशिष्टमस्ति, तस्य चिन्तनं कुर्मः। अधुना तव्यत् प्रत्ययान्तशब्दः उमा भगिनी पठति वा? पठामि। तव्यप्रत्ययान्तेन शब्देन सह षष्टिसमासस्य निषेधः अस्ति। तव्यप्रत्ययान्त अस्मिन् सूत्रे तव्य इत्यनेन केवलं तव्यप्रत्ययान्तस्य ग्रहणम् अस्ति, न तु तव्यत् प्रत्ययान्तस्य। अनयोः प्रत्ययोः निरनुबन्धरूपं समानमेव, परन्तु स्वरे भेदः वर्तते इति कृत्वा तव्यप्रत्ययान्तस्य योगे एव षष्ट्यन्तस्य समासः न भवति। तव्यप्रत्ययान्तेन सह तु षष्ट्यन्तस्य तु समासः भवति। तव्यप्रत्ययान्तेन सह तु षष्ट्यन्तस्य तु समासः भवति एव। ओके, अत्र तव्यत् अण्ड् तव्य इत्यस्य व्यत्यासं सम्यक् निर्दिष्टम्। अत्र तव्यप्रत्ययान्तेन सह षष्टी समासः न भवति, वेरस् तव्यत् प्रत्ययान्तेन सह षष्टी समासः भवति एव इति दत्तम्। तव्यप्रत्ययान्तरूपं निरबन्धानन्तरं समानमेव, किन्तु स्वरभेदः अस्ति, तस्मात् तव्य इति सपरेट् अण्ड् तव्यत् इति अन्यत् भवति। अग्रे पठतु। तव्य तव्यत् इति प्रत्ययोः सामान्यतया कर्मार्थे अथवा भावार्थे एव विहितो भवतः। ओके, पठितव्यम्। ओके, यथा रामेण भोजनं खादितव्यम् इति वाक्ये खादितव्यम् इत्यस्य यः तव्यप्रत्ययः अस्ति सः कर्मार्थे विहितः इत्यतः भोजनम् इति कर्ममुक्तं भवति। कर्ता रामः अनुक्तः इति कारणेन तस्य तृतीया विभक्ति एव कर्तृकरणयोः तृतीया इति सूत्रेण। तर्हि कर्तुः कर्मणः उभयत्र षष्टि एव न प्राप्ता अस्ति। कर्तुः कर्मणः उभयत्र षष्टिः एव न प्राप्ता अस्ति। ओके, तर्हि कथं षष्टिः तत्पुरुषसमासः अत्र सम्भवति इति प्रश्नः उदेति। ओके, अत्र तव्यान् तव्यत् प्रत्ययान्तरूपं कर्मार्थे एव भवति, कर्मार्थे अथवा भावार्थे एव सम्भवति। रामेण भोजनं खादितव्यम् इति वाक्ये खादितव्यम् इति वदति चेत् अत्र कर्मार्थे एव विहितः, तस्मात् कर्म उक्तम् भवति, किन्तु कर्तुः रामः न उक्तम्, तस्मादेव तृतीया विभक्ति रामेण इति अत्र दत्तम्। सो कर्तृकर्मणयोः तृतीया इति सूत्रेण कर्ता तृतीया विभक्तिः अस्ति। कर्तु तत्र किन्तु षष्ठी समासः अत्र न भवति, तस्मात् किमपि षष्ठी तत्पुरुषसमासः न सम्भवति इति प्रश्न इति कथं वदितव्यम् इति संशयं भवति। षष्टिः एव न प्राप्ता अस्ति द्वयोः वर्णयोः कर्ता कर्म द्वयोः षष्टिः न भवति, अत्र षष्टिः समासः कथं सम्भवति इति संशयः भवति। तस्य समाधानं किं? समाधानं पठितव्यं। तदेव अस्य अस्य समाधानमेवं यत् कृत्यानां कर्तरि वा, कृत्यानां कर्तरि वा इति सूत्रेण कर्तृकर्मणोः कृतिः इति नित्यं षष्टि प्राप्ता कर्तरि विकल्पस्टाण्ड्। अस्य समाधानम् एवं यत् कृत्यानां कर्तरि वा इति सूत्रेण कर्तृकर्मणोः कृति इति नित्यं षष्ठी प्राप्ता कर्तरी विकल्प्यते. कृत्यानां प्रयोगे कर्तरी वा षष्ठी विभक्तिः भवति न कर्मणि. कृत्यानां प्रयोगे कर्तरियोगे अर्थात् कृत्यप्रत्ययानां योगे कर्तुः विकल्पेन षष्ठी स्यात्. यथा भवता कटः कर्तव्यः अथवा भवतः कटः कर्तव्यः, भवतः इति कर्तुः विकल्पेन षष्ठी प्राप्ता अस्ति कृत्यानां कर्तरी वा इति सूत्रेण. तव्य तव्यत् अनियर् न्यत् यत् क्यप् केलिमर् इति आहत्य सप्तकृत्यप्रत्ययाः सन्ति. एतेषां योगे कर्तुः विकल्पेन षष्ठी स्यात्. ओके, अत्र कृत्यानां कर्तरी कृत्यानां कर्तरी वा इति सूत्रेण कर्तृकर्मणोः कृतिः इति षष्ठी षष्ठी कर्तरी समासे विकल्पेन सम्भवति. सो कृत्यानां प्रयोगे षष्ठी विभक्तिः भवति किन्तु कर्मणि न सम्भवति. तस्मात् उदाहरणं दत्तं, भवता कटः कर्तव्यः अथवा भवतः कटः कर्तव्यः इति द्वयोः प्रयोगमपि साधु एव. भवतः इति कर्तुः विकल्पेन षष्ठी प्राप्ता कृत्यानां कर्तरी वा इति सूत्रेण. सो अत्र तव्य तव्यत् अनियर् न्यत् यत् क्यप् केलिमर् इति कृत्यप्रत्ययाः अपि दत्तम्. अत्र प्रश्न उदेति, कर्तृकर्मणो कृति इति नित्यं षष्ठी प्राप्ता कर्तरि विकल्प्यते, तत् प्रतिपादयतु. नित्यं षष्ठी प्राप्ता, सो कर्तरि समासे षष्ठी विकल्पेन एव भवति. ईवन् दो कर्तरि कर्मणोः कृति इति नित्यं षष्ठी इति वदति चेदपि कर्तरिप्रयोगे अत्र विकल्पेन एव कर्तरिसमासः सम्भवति. कर्मणः तु षष्ठिः न भवति एव, ओन्लि कर्तर् कर्ता एव अत्र दत्तः. समासः विषयः नास्ति अत्र, नास्ति भगिनि, षष्ठिविभक्ति एव न विषयः. अत्र तव्यत् प्रत्ययस्य पूर्णगुणसुवितार्थस्मिन् तव्यत् प्रत्ययस्य न अस्ति, तव्यत् अन्तिम समानाधिकरणस्य पूर्व तव्यत् प्रत्ययस्य योगे षष्ठी कथं प्राप्तिः अस्ति इति, तत्र तव्यप्रत्ययान्तशब्दः इति षष्टमबिन्दुः अस्ति तस्मिन् तृतीयपरिच्छेद चतुर्थपरिच्छेदम् पठामि वा? वदतु भगिनि, मम प्रश्नः अस्ति, कर्तृकर्मणो कृति इति नित्यं षष्ठी प्राप्ता कर्तरि विकल्प्यते कृत्यानां प्रत्यये प्रत्ययोगे कर्तरि वा षष्ठी विभक्ति न कर्मणि इति अस्ति, कुत्र कर्मणि भवति? कर्तरि प्रयोगे एव षष्ठी विभक्तिः सम्भवति, न तु कर्मणि प्रयोगे. कस्मिन् कस्य सूत्रेन? कर्मणोः कृति इति सूत्रेण, कर्तृकर्मणो कृति सूत्रेण कर्तरार्थे षष्ठी विहिता भवति. यस्, तत्तु विकल्पेन, विकल्पे नित्यं प्राप्ता अस्ति न, नित्यं षष्ठी प्राप्ता नास्ति कर्तरि कर्तृकर्मणो कृति इति सूत्रेण. किन्तु अत्र दत्तं नित्यं षष्ठी प्राप्ता कर्तरि विकल्प्यते, दट् इस् बै कृत्यानां कर्तरि वा भगिनि, कृत्यानां कर्तरि वा इत्यनेन प्रथमं कर्तृकर्मणो द वे ऐ अण्डर्स्टाण्ड् कर् द वे द फस्ट् कर्तृकर्मणो कृति इत्यनेन कर्तृ अथवा कर्म षष्ठीविभक्तिः भवितुम् अर्हति, परन्तु अनन्तरं कृत्यानां कर्म कर्म षष्ठी भवितुम् अर्हति नो ओन्लि भगिनि वि आर् ओन्लि टाकिङ्ग् अबौट् बोत् केन् गेट् बट् फर् द कृत्यप्रत्यय फर् द कृत्यप्रत्यय अलोन् कर्तरि अलोन् इस् षष्ठी विभक्ति विभक्ति इस् लैक् कर्तरि वा विभक्ति वाट् इस् देट् विकल्प्यते विकल्पेन षष्ठी भवति फर् द कृत्यप्रत्यय इट्स् न वेरस् दिस् इस् कृति एनी कृत् प्रत्यय बट् कृत्यप्रत्यय इस् द सब्सेट् आफ् दट् कृत् प्रत्यय रैट् फार् देट् अलोन् देन् दे आर् सेयिङ्ग् विकल्पेन फार् कर्तरि अलोन् इन् द कर्तरार्थे अलोन् षष्ठी विभक्तिः भवति प्रीवियस् प्रागर् नैस्लि गिवन् दट् कृत्यप्रत्ययाः अत्र षष्ठी विकल्पेन सम्भवति कर्तरि एव कर्मणि प्रत्ययः तव्यत् प्रत्ययः सम्भवति षष्ठी समासः सम्भवति नित्यम् मम अवगमनं वदामि कर्तृकर्मणो कृति इति कृत् प्रत्यय किमपि भवतु कर्तु अथवा कर्मणः षष्ठी नित्यं प्राप्ता भवति तत्र उभयप्राप्तौ कर्मणि इत्यादि अन्य एवं वार्तिकमपि अस्ति तत् अधुना न गच्छामः कृत्यानां कर्तरि वा इति सूत्रं किं वदति कृत्यप्रत्यन्तानाम् इत्युक्ते तव्यत् तव्यत् अनियज्ञत् यत् कल् कल् हेलिमत् इति आहत्य सप्तकृत्यप्रत्ययाः सन्ति ते भावार्थे एव विहिता अस्ति किन्तु यदि विकल्पेन कर्त्रार्थे उपयुज्यते तव्यत् तव्यत् अनियर् यत् यत्र कर्तरि कर्तरि अर्थे भवति विकल्पेन तत्र तस्य कर्ता अपि षष्ठी भवति यतोहि विकल्पेन षष्ठी विभक्ति विकल्पेन षष्ठी भवति इति मुख्यविषयमस्ति दट् इस् वाट् ऐ अण्डर्स्टुण्ड् ऐ डोण्ट् ऐ थिङ्क् दट् इस् द रैट् वे टु बिकास् दीस् आर् आल् कर्मार्थे अस्ति कर्म अथवा भावार्थे अस्ति तव्यत् तव्यत् अनियत् न्यत् यत् यत् केलिमर् इत्यादि किन्तु यदि कर्तरात् कर्तरि अस्ति चेत् कृत्यानाम् इत्युक्ते सप्त प्रत्ययानां कर्तार्थे भवति चेत् विकल्पेन कर्तुः षष्ठी विहिता भवन्ति इति it cannot come at all in the kartari prayoge only karmani prayoge eva etavata upayogitavyam but if the vivaksha is a kartra but if the vivaksha kartrante asti che tatra kritya pratyasya vikalpa vivakshatah kartari vihitam kartari vihitam bhavati che shashti vikalpena bhavati natu nitya So special case. Yes. The, still the tavya pratyaya is only in the karmarthe or the bhavarthe. But the karta, but the karta is, can be put in, at that time the karta can be put in the shashti vibhakti, vikalpena. Brahmanasya kartavyam iti krite, kartavyam is still in the कर्मार्थे अर् भावार्थे अस्ति देन् ब्राह्मणेन कर्तव्यम् अपि भवितुम् अर्हति सो दट् इस् वै द विकल्प कम्स् ब्राह्मणस्य कर्तव्यं भवितुम् अर्हति ब्राह्मणेन कर्तव्यं भवितुम् अर्हति बोत् आर् करेक्ट् बिकास् इट् इस् विकल्प्यते इट् मीन्स् देन् ब्राह्मणेन आल्सो केन् कम् दट्स् वाट् ऐ अण्डर्स्टाण्ड् optionally used in denoting the agent but not the object. Yeah, when the word is governed by a kritya pratyaya. Correct, right? That is what the sutram says. So right, it is right. Nityam kate krityanam prayoge kartari va shashti vibhakti eva na karmani iti asti na karmani iti uktam bhavata kataha कर्तव्या इति यत् भवतः कटः कर्तव्या इति प्रयोग उभयं साधु एव. भवता कटः कर्तव्या तत्र भवता इति तृतीया भवति. भवतः कटः कर्तव्या तत्र षष्टी भवति. कर्तरि इति किम्? योगो गोयो माणवकः सान्नाम् उभयप्राप्तौ कृत्यं षष्ट्या प्रतिषेधो वक्तव्या इति. तत्र उभयप्राप्तौ कृत्यप्रत्ययानां कर्मणि षष्टी न भवति. कर्तृकर्मणौ कृति उभयप्राप्तौ कर्मणि विहिता भवन्ति न. किन्तु अस्मिन् सूत्रस्य प्रसक्तिः अहमस्ति कर्ता षष्टी विकल्पेन भवति न कदापि कर्मणि उभयप्राप्तौ कर्मणि अत्र साधु इति कृत्वा प्रष्टव्या ग्रामं द्वितीया एव शाखा देवदत्तेन कष्टव्य क्रष्टव्या इति अस्ति तत्र तव्यत् प्रत्ययः देवदत्तेन ग्रामम् इति अस्ति. सो उभयप्राप्तौ कर्मणि केनाट् बि एक्स्टेण्डेड् टु दिस् सूत्र इस् वाट् इस् द काशिकामतम्. षष्टि किं सिद्धान्तकौमुदी किं वदति? षष्टि वा स्यात् मया मम वा सेव्यो हरि कर्तरि इति किं? सेम् थिङ्ग् माणवक सम्मासं न गोयो भव्ययोगे इति कर्तरि यद्विधानं विधानात् अनभिहितं कर्म. अत्र योगो योगः विभज्यते कृत्यानाम् उभयप्राप्तौ इति नेति च अनुवर्तते. तेन नेतव्या व्रजं गावः कृष्णेन कर्तरि वा तर्कः. ओके मालमनार् मै रैटिङ्ग् बीट् वन् तत्तु भोगिनी आल्सो इस्. सो बेसिकलि वाट् इस् देन् देट् इवन् दो द तव्यतव्य प्रत्यय इस् कर्मार्थे अस्ति कर्ता केन् टेक् षष्टिविभक्ति विकल्पेन कृत्यानां कर्तरि वा इति सूत्रेण. बट् यदा कृत्कर्मणो कृति इति उभयप्राप्तौ कर्मणि इति कर्मणि अपि षष्टि भवति तत् अत्र न भवति. That is the main. I think I am. That is what I understood. Usha Bhagini, kim badati? Ah, Maudaya. But I think Ubaya Prapta Karmani Atra, na, we cannot even consider that is what I think. Because here it is in Karmarte. Because Tavya Tavya, everything is in Karmarte. That is only for Kartrakarmani. Upayaprapto. Prapto Karmani, yeah. So, Krityanam Kartari is much after that. Na loka apya kartanam kartitranam itya tatanandaram. Oh, and then akenor bhavishyat adharmanyayoho. We have done that in some place. Akenor bhavishyat adharmanyayoho. We did that for, I think, in Akha inaha bhavishyat adharmanyayoho. Akasya bhavishyati kale vihitasya. We did this as Isud inastu bhavishyati cha adharmanyaya cha vihitasya prayoge shashti vibhaktir na bhavati. Katam karako vrajati. Odanam bhavachakaha vrajati. ग्रामं गामि दट्स् वेर् वि डिड् महोदय ग्रामं गमि ग्रामं गामि फर् द द्वितीय तत्पुरुष या दिस् दट् इस् वेर् वि डिड् अट् दट् टैम् शी मेन्शन्ड् अकेनो अकेनोर् भविष्यत् अधर्मण्योः अकेनोः भविष्यत् अधर्मण्यो आधर्मण्ययोः. Yeah, there is for the gramam gami. Gramam gami, gramam gami. Gami. That's where we did it. Okay. All these sutras are forgotten. Yeah, that is right. Krityanam kartariva. Okay. Okay. So, Shashti, Sata, now Bhashyakara comes and refutes this. As usual, everywhere. अत्र ब्राह्मणस्य कर्तव्यं षष्टि इति सूत्रेण यः समासः विधीयते तस्य निषेधः भवति पूर्णगुणसुविधार्थसद्रव्यसव्यसमानाधिकरणेन इति सूत्रेण. अतः ब्राह्मणकर्तव्य कर्तव्यम् इति षष्टितत्पुरुषा न भवति, व्यस्तप्रयोग एव करणीय. प्रकृतसूत्रे केवलं तद्यप्रत्ययान्तशब्दस्य अस्ति. ओ हियर् भाष्यकार इस् नाट् कमिङ्ग् सो डोण्ट् इट्स् नो प्राब्लम्. स्वस्य कर्तव्यं स्वकर्तव्य इति तद्यत्प्रत्ययस्य अस्ति तत्र इति कृत्वा तत्र षष्टि भवति. तव्यत् भवति चेत् षष्टि विधा भवति, तव्य अस्ति चेत् निषेधः भवति. तदेव समानाधिकरणेन इति अग्रिमभाग्यं वदतु भगिनि. So, tavyat ityanena samasah drishyate chet, then we know it should be tavyat. Tavyat, yes. Astu mode. Patami va? Patatum. Okay. Samanadikaranena. Samanadikarana samban... Samanadikarana subantayoho shashti samasa nishiddha asti. समानाधिकरणसुबन्तयोः. ओके, उदाहरणानि पाणिनेः सूत्रकारस्य. पाणिनिः इति सूत्रकारस्य नाम वर्तते, अतः पाणिनिः तथा च सूत्रकारः इत्यनयोः समानाधिकरण्यं वर्तते इति कृत्वा अनयोः षष्टिसमासः निषिद्धः वर्तते. पाणिनेः सूत्रकारस्य इति कृते पाणिनेः अपि षष्टिविभक्ति भवति, सूत्रकारस्य अपि षष्टिविभक्ति भवति. द्वयोः पदयोः षष्टिविभक्ति भवति इत्यनेन समानाधिकरणं वर्तते, अनयोः षष्टिसमासः निषिद्धः वर्तते. तक्षकस्य सर्पस्य, तक्षकस्य सर्पस्य इति द्वे पदे षष्टिविभक्तौ स्तः. तक्षकः इति सर्पस्य नाम वर्तते. तक्षकस्य सर्पस्य इत्यत्र द्वयोः पदयोः समानविभक्तिकम् अस्ति इति कारणात् द्वयोः पदयोः समानाधिकरण्यम् अस्ति. षष्टी इति सूत्रेण यः समासः विधीयते तस्य निषेधः भवति पूरणगुणसुहितार्थसद्रव्ययतव्यसमानाधिकरणेन इति सूत्रेण. अतः तक्षकसर्पस्य इति षष्टितत्पुरुषसमासः न भवति, व्यस्तप्रयोगः एव करणीयः तक्षकस्य सर्पस्य इति. तक्षकस्य सर्पस्य इति कृते तक्षकः इति नाम भवति, सर्पस्य नाम भवति. तक्षकस्य सर्पस्य इति कृते तक्षकस्य अपि च सर्पस्य इति पदं समानविभक्तिकं पदं समानाधिकरण्यम् अस्ति द्वयोः पदयोः मध्ये. तत्कारणेन षष्टी इति सूत्रेण समासः प्राप्तः भवति, तत् समासस्य निषेधः क्रियते पूर्णगुणसुहृतार्थसद्रव्ययतव्यसमानाधिकरणेन. सूत्रे समानाधिकरणेन इति उक्तम् अस्ति, तत्कारणतः समानाधिकरणेन समानाधिकरणयोः पदयोः मध्ये या षष्टी समासः प्राप्ता तत् निषेधः भवति पूर्णगुणसुहितार्थसद्रव्ययतव्यसमानाधिकरणेन इति सूत्रेण. तक्षकसर्पस्य इति समासः न भवति, व्यस्तप्रयोगः एव भवति तक्षकस्य सर्पस्य इति. एवमेव राज्ञः पाटलिपुत्रकस्य, शुकस्य माराविदस्य इत्यत्रापि द्रष्टव्यम्. राज्ञः पाटलिपुत्रकस्य ओके पाटलिपुत्रकः इस् द नेम् आफ् द प्लेस् आर् आफ् हिम् राज्ञः पाटलिपुत्रकस्य पाटलिपुत्रकस्य सो पुत्रकस्य मे बि ही इस् द राजा पाटलिपुत्रक इस् द नेम् आफ् द राजा एण्ड् शुकस्य मारा शुकस्य माराविद सम् पेरेट्स् नेम् Why they have not, not put the system here. Let me, I changed my laptop. Maravidasya, Maravida is Shuka only. Oh, so name of the parrot. Yeah. Oh. The name of the parrot. Okay. Okay. धन्यवादः महोदय. एवमेव राज्ञः पाटलिपुत्रकस्य राज्ञः षष्ठी विभक्ति पाटलिपुत्रकस्य षष्ठी विभक्ति विभक्ति समानाधिकरणं सो निषिद्धः भवति. शुकस्य ओके माराविदस्य इत्यत्रापि द्रष्टव्यम्. ओके अग्रे पठामि वा महोदय. अरुणा भगिनी पठति वा काशिका सिद्धान्तकौमुदी इत्यादिषु. आं महोदय काशिका सिद्धान्तकौमुदी इत्यादिषु ग्रन्थेषु समानाधिकरणम् इत्यस्य पाणिनेः सूत्रकारस्य इत्यादीनि दीयन्ते परन्तु भाष्यकारेण उक्तं यत् एतानि उदाहरणानि समानाधिकरणम् इत्यस्य उदाहरणानि न भवितुम् अर्हति. किमर्थम् इति चेत् षष्ठी इति सूत्रे षष्ठी इति पदमेव प्रथमनिर्दिष्टम् अस्ति इति कृत्वा तस्य उपसर्जनसङ्गा सङ्गा भूत्वा पूर्वनिपातः भवति. किन्तु पाणिनेः सूत्रकारस्य इत्यादिषु उदाहरणेषु द्वयोः पदयोः अपि षष्ठीविभक्तिः अस्ति अतः द्वयोः अपि उपसर्जनसंज्ञा प्राप्ता अस्ति अपि च द्वयोः अपि पूर्वनिपातः प्राप्तः अस्ति. एतत् तु अनिष्टम् इत्यतः असमर्थात् षष्ठीसमासः न जायते एव. एतानि उदाहरणानि षष्ठीसमासार्थं योग्यम् इत्यतः षष्ठीसमासनिषेधार्थम् अपि योग्यं नास्ति. किन्तु विशेषणविशेषणयोः विशेषविशेषणविशेषण्यविशेषेण बहुलम् इति सूत्रेण कर्मधारे सूत्रमस्ति विशेषणं विशेषेण बहुलम् इति कर्मधारे समासे आयाति. ओके इति सूत्रेण विशेषणविशेषस्ययोः समासः भवितुम् अर्हति यतोहि अनेन सूत्रेण विशेषणस्य एव पूर्वनिपातः भवति. एवं पाणिनिसूत्रकारः इति कर्मधारस्य समासः भवेत्येव. ओके अत्र दत्तं काशिकाकार सिद्धान्तकौमुदीग्रन्थेषु काशिकाग्रन्थ सिद्धान्तकौमुदीग्रन्थेषु सामानाधिकरण्यानि उदाहरणानि पाणिनेः सूत्रकारस्य इत्यादीनि दत्तं परन्तु भाष्यकारे वदति तानि उदाहरणानि न भवितुम् अर्हति इति. भाष्यकारः वदति किमर्थमिति चेत् षष्ठी इति सूत्रे षष्ठी इति पदमेव पदमानिर्दिष्टम् अस्ति इति कृत्वा तस्य उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति. वयं जानीमः पुनः पूर्वपतः किन्तु पाणिनेः सूत्रकारस्य इत्यादिषु उभयपदपि षष्ठीविभक्ति अस्ति अतः द्वयोः अपि पूर्वनिपातः प्राप्तुम् अस्ति प्राप्तः अस्ति. तत् कारणात् निष्ट अनिष्टम् इति असमर्थात् षष्टिसमासः न जायते एव. परन्तु विशेषणं विशेष्येन बहुलम् इति सूत्रेण विशेषणविशेषयोः समासः भवितुमर्हति. यतो तदतु समासः अस्ति कर्मधारयसमासः एव, न तु षष्टिविभक्तसमासः. अत्र न तु अनिष्ट इत्यतः असामर्थ्यात् षष्टिसमासः न जायते एव इति. असमर्थात् इति कथं स्थापितं भवति? असामर्थ्यं पाणिनेः सूत्रकारस्य पदद्वयस्य समर्थनं समर्थसुबन्धयोः समसमासः भवति न. अत्र असमर्थ्यम् इति कृत्वा समासः न भवति इति उक्तम्. कथं सामर्थ्यं नास्ति? द्वयोः षष्टिविभक्ति अस्ति महोदय. तत् अतः द्वयोः अपि पूर्व उपसर्जनसंज्ञा प्राप्य पूर्वनिपातः भवितुम् अर्हति. अतः केवलं षष्टि एव अत्र पूर्वनिपातः इष्टमस्ति. तर्हि सामानाधिकरणः इत्यस्य उदाहरणं किं भवति? समाधानं समानाधिकरण इत्यस्य उदाहरणं तदेव भवति यत् अधात्वभिः समर्थ्यं न भवति. वाक्य तृतीयमस्ति, त्रयवाक्यानि अधात्तु अभिहितम् असमर्थम् इति अस्ति. अधात्तु अभिहितम् असमर्थं न भवति इति. अधातु इत्युक्ते न धातु. अभिहितम् इति भिन्नवाक्यम् अस्ति. असमर्थं तत् तृतीयपादं तृतीयपदम् उपरि उक्तेषु उदाहरणेषु किमपि उदाहरणं धातुतः अभिहितः नास्ति. सर्वे असमर्थाः सन्ति. भाष्यकारेण उच्यते यत् समानाधिकरणः असमर्थः भवति यः धातुतः अभिहिति नास्ति. That statement has got a double negative. Asamartha bhavati yaha dhatutaha abhihita nasti iti. Can you make out the meaning? Okay. Asamartha bhavati abhihita nasti chet. अनुक्तधातु असमर्था भवति इति अर्थः. टु सेण्टेन्सस् लेटर् इट् दट् इस् वेरि क्लियर् बै महोदय. यः धातुतः अभिहितः भवति यः धातुः तस्य एव षष्टिसमासस्य निषेधः भवति समानाधिकरणम् इति विषये. अधात्वाभिहित स्थितम् असमर्थम् इत्युक्ते ये यः धातुतः अभिहितः न भवति सः असमर्थः भवति. यः धातुतः अभिहितः भवति तस्य एव षष्टिसमासस्य निषेधः भवति समाधिकरणम् इति विषये. यथा सर्पिषः पीयमानस्य, सर्पिः पीयमानम् इत्यर्थः. पीयमानम् इति कर्मार्थे शानच् प्रत्ययान्तशब्दः. पा इति धातुतः कर्मार्थे यक् प्रत्ययः विधीयते शानच् प्रत्ययान्तं निमित्तीकृत्य. अन्यत् उदाहरणम् अस्ति यजुषः क्रियमाणस्य, यजुर्वेदस्य पाठः क्रियमाणः इत्यर्थः. अत्र उदाहरणद्वये अपि पाक्रूच धातुद्वारा सर्पि यजुः च उक्तं भवति. अतः धातुतः अभिहितः इति कारणेन सर्पि यजुः च समर्थः भवति समासार्थम्. अतः षष्टीतिसूत्रेण यः समासः विधीयते तस्य निषेधः भवति. मयि पूर्णगुणसहितार्थसद्व्ययतव्यसमानाधिकरणेन. अतः समानाधिकरण इति पदस्य उदाहरणं लब्धम् इदानीम्. ओके, अत्र कारणं समानाधिकरणं कर्तव्यम् इति चेत् उदाहरणम् अस्ति चेत् अदात्वाभिहितम् असमर्थं न इति वार्तिका महोदय न नियम अस्ति नियम. ओके, तत् वदति धातुतः अभिहित नास्ति अस्ति चेत् असमर्थः भवति. उदाहरणं पठामः, तत् वयं जानीमः सर्पिषः पीयमानस्य. अत्र पीयमानमिति कर्मार्थे सानच् प्रत्ययः पाधातुतः विदितः. तदेव यजुषः क्रियमाणस्य, अत्रापि क्रूधातुतः अभितः अस्ति ततः षष्ठी भवितुम् अर्हति. तत्र मम एकः प्रश्नः, ऐ डिन्ट् अण्डर्स्टाण्ड्. या या, दट्स् वाट् ऐ एम् कमिङ्ग् टु. भाष्यकारस्य मतेन किम् अस्ति, यदि धातुतः उक्ता पदं नास्ति चेत् तस्य सामर्थ्यं न भवति. यदि धातुतः उक्तमस्ति चेत् षष्टि, ऐ मीन् धातुतः उक्तः अस्ति चेत् तत्र सामर्थ्यं भवति इति. तत्र पीयमानः इति कृदन्तं कृदन्तयुक्तपदेन पीयमानः तस्य षष्टिरूपमस्ति पीयमानस्य. सो षष्टिः तत्र धातुतः अभिहितः अस्ति इति कृत्वा पीयमानस्य सर्पस्य सर्पिषः इति तत्र सर्पिषः अपि षष्टि अस्ति, पीयमानस्य अपि षष्टि अस्ति. तत्र षष्टि समानाधिकरण्यम् अस्ति, सामर्थ्यं धातुतः वक्ता अस्ति कृत्वा भवति. पीयमानस्य इति धातुतः निष्पन्नं पदम् अस्ति कृत्वा तस्य षष्टि सामर्थ्यं भवति, न तु अन्यपदेन. यत्र सामर्थ्यमस्ति पाणिनीयस्य सूत्रकार पाणिनेः सूत्रकारस्य इत्यादि. अत्र तु पीयमानस्य इति धातुतः निष्पन्नपदमस्ति कृत्वा तस्य सामर्थ्यं भवति इति भाष्यकारस्य मतम्. तत्र सामर्थ्यमस्ति चेत् तस्य षष्टिः समासः न भवति पूर्णगुणसुविधार्थसद्रव्यद्रव्यसमानाधिकरणेन. अस्मिन् सूत्रे समानाधिकरण्यं तत्र एव समानाधिकरण्यं सामर्थ्यं भवति यत्र धातुतः अभिहितपदमस्ति चेत्. अवगतं वा? पूर्णेन नास्ति. See, what is it that now let us look at the word sarpishah piyamanasya. Artham kim? Sarpishah means piyamanam. No, sarpishah means nectar. Ghee. So, piyamanasya sarpishah bhojane yuktam bhavitum arhati. Now let us take a word like that. पीयमानस्य सर्पिषः भोजने योजितुम् अर्हति. राइट? द वर्ड मीन इन द सेंटेंस हैज अ मीनिंग नाउ. सो सर्पिषः पीयमानस्य तत्र समानाधिकरणम् अस्ति. अपेरेंटली विशेषण विशेष्यम् इति भाति. बट पीयमानस्य इति धातुतः निष्पन्नः अस्ति कृत्वा तत्र समानाधिकरण्यं सामर्थ्यं भवति. न तु अधातु अस्ति चेत् सामर्थ्यं नास्ति इति भाष्यकारस्य मतमस्ति. इति कृत्वा तत्र समानाधिकरण्यस्य सामर्थ्यस्थापनार्थं धातु अभिहितषष्ट्यन्त समानाधिकरणपदमेव स्वीकरणीयम् इति भाष्यकारस्य मत. न तु अन्यत्र. अधुना अवगतम्? ओके, अधुना अवगतं. दट् इस् समानाधिकरणं कदा अस्ति चेत् धातुतः निष्पन्न वार्ता एव समानाधिकरण्यस्य करणे अर्हति भवति. तदेव. ओके, थैंक्स्, अंडरस्टूड, थैंक यू. दैट्स ऑल. अत्र षष्ठी तत्पुरुष समासस्य पूर्ण गुण सुविधार्थ सदव्य द्रव्य समानाधिकरणेन इति सूत्रं समाप्तम्. अधुना तेन च पूजायाम् इति अन्यद् एव निषेधसूत्रमस्ति. तत्र उषा भगिनी पठति वा? आम् महोदय. षष्ट्यन्तं सुबन्तं पूजार्थे सत्कारार्थे यः तप्रत्ययः विधीयते तदन्तेन सुबन्तेन सह न समस्यते. षष्ट्यन्तं सुबन्तं पूजार्थे सत्कारार्थे यः तप्रत्ययः विधीयते तदन्तेन सुबन्तेन सह न समस्यते. तेन च पूजायाम् इच्छार्थे पूजार्थे अथवा सत्कारार्थे इच्छार्थे पूजार्थे बुद्धियर्थे च यः तप्रत्ययः विधीयते तदन्तेन सुबन्तेन सह षष्ट्यन्तं समर्थं सुबन्तं न समस्यते. कृदन्तप्रकरणे पूजाद्यर्थे तप्रत्ययः विधीयते मति बुद्धि पूजार्थेभ्यश्च इत्यनेन सूत्रेण. प्रकृतसूत्रे पूजायाम् इति पदं तप्रत्ययस्य उपलक्षणम् अस्ति. तेन च पूजायां प्रकृतसूत्रे पूजायाम् इति पदं तप्रत्ययस्य उपलक्षणम् अत्र अर्थः कः? It is a word, one word which indicating multiple meaning. Multiple, it indicates word multiple. Okay. So in the Advaita Vedanta you have studied that. How do you say you do not know the word? Lakshyartam. See, we have studied that, no? Lakshyartam. So Satchidananda is not Satchidananda is not a Shabdartha. What? Lakshanavritti. what they call it as lakshanavritti. Yes, exactly. That's right. Atra tadeva asti. Upalakshanam ityukte ekapadena anya padarthanam api grahanam karotu iti. Okay. So, it's pujayam uktatvat. Pujayam, sutre pujayam. सूत्रे तु पूजायाम् एव उक्तम् अस्ति पूजायाम् उपलक्षणेन स्वीकुर्मः चेत् मति बुद्धि पूजा त्रयाणां स्वीकरणम् अत्र भवति इति अर्थात् मति बुद्धि पूजा तेभ्यश्च इत्यनेन सूत्रेण यः तप्रत्ययः विधीयते इच्छार्थे बुद्ध्यर्थे पूजार्थे पूजार्थे च तस्य सङ्केतः अस्ति प्रकृतसूत्रे तेन तृतीयान्तं च अव्ययं पूजायां सप्तमीयन्तं सुभामन्त्रिते पराङ्गवत्स्वरे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति प्राक्कडारात् समासः इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः सह सुपा इत्यस्य अधिकारः षष्ठी इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः न निर्धारणे इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः तत्पुरुषः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं पूजायां षष्ठी सुप् तेन सुपासः न तत्पुरुषसमासः च तेन च पूजायामपि षष्ठीनिषेधसूत्रम् अत्र अनुवृत्तिसहितसूत्रं पूजायां षष्ठी सुप् तेन सुपासः न तत्पुरुषसमासः च पूजायां षष्ठी सुप् इत्यनेन पूजा अर्थे यः पदस्य कृते षष्ठी विधीयते षष्ठी सुबन्तं पूजार्थे पूजार्थे बुद्ध्यर्थे स यः तप्रत्ययः विधीयते तदन्तेन सुबन्तेन सह षष्ट्यन्तं समर्थं सुबन्तं न समस्यते सो इच्छार्थे पूजार्थे तप्रत्ययशब्दः विधीयते अदर्स् सुबन्तम् इस् षष्ठी सुबन्तं पदं षष्ठी सुबन्तं पदं तप्रत्ययान्तशब्द टुगेदर् सुपासः न तत्पुरुषसमासः भवति बालस्य इच्छार्थम् अथवा जनस्य पूजा देवस्य पूजार्थम् इत्यादि अर्थे तत्र पूजार्थे ताप्रत्ययस्य ताप्रत्ययस्य युक्तपदम् उपयुज्यते चेत् देवस्य पूजा अथवा उदाहरणमस्ति राज्ञां मदः इति मदः इति मति इच्छार्थे तत्र षष्ठी न भवति ताप्रत्ययस्य योजनेन तेन इत्युक्ते तान्तेन त्वान्तपदेन अन्तपदेन मतः इति तप्रत्ययान्तपदं राज्ञाम् इति षष्ठ्यन्तं पदं राज्ञां मतः सो राज्ञाम् इति बहुवचनं राज्ञां मतः मतः इति तप्रत्ययान्तशब्दः इच्छार्थे अस्ति मन् इति धातुतः मन् इति धातुतः तप्रत्ययस्य विधानं मतिबुद्धिर्पूजार्थेभ्यश्च इति सूत्रेण भवति अतः मतः इति रूपं निष्पन्नं भवति मतः इति तप्रत्ययान्तस्य राज्ञाम् इति षष्ठ्यन्तेन सुबन्तेन सह समासः भवितुम् अर्हति षष्ठी इति सूत्रेण परन्तु तस्य निषेधः क्रियते तेन च पूजायाम् इति सूत्रेण अतः राजमतः इति षष्ठी तत्पुरुषसमासः न भवति व्यस्तप्रयोगः एव करणीयः राज्ञां मतः इति अस्तु महोदय राज्ञां मतः वयं जानीमः मतः तप्रत्ययान्तशब्दः राज्ञाम् इति षष्ट्यन्तं सुबन्तं मतः इति तप्रत्ययान्तशब्देन राज्ञाम् इति षष्ट्यन्तं पदं न समस्यते इति समासः भवितुम् अर्हति षष्ठी इति सूत्रेण षष्ठी इति सूत्रेण राज्ञाम् इति पदं षष्ट्यन्तं पदं सो राजमतः इति षष्ठीसमासः भवितुम् अर्हति तत् समासः निषिद्धं भवति तेन च पूजायाम् इति सूत्रेण ओके मतिबुद्धिपूजातेभ्यश्च मतिः इत्युक्ते इच्छा बुद्धिः इत्युक्ते ज्ञानं पूजा इत्युक्ते सत्कारः एतत् अर्थेभ्यः च धातुभ्यः वर्तमानार्थे तप्रत्ययः भवति. वर्तमानार्थे वर्तमाने लट् इत्यस्मात् वर्तमाने इत्यस्य अनुवृत्तिः, धातोः इत्यस्य अधिकारः. दिस् इस् 3-1 or 3-2? 3-2. Oh, 3-1. No, that is 3-2, Mahodaya. Madi, Mati Buddhi Puja Tebhyascha is 3-2. वर्तमाने लट् इस् 3-2, 123 इत्यस्मात् वर्तमाने इत्यस्य अनुवृत्तिः. ओके, धातोः 3-1, धातोः 3-1 91 इत्यस्य ओके ओके 91 ऐ थिङ्क् 3-1 91 इत्यस्य ओ धातोः इत्यस्य अधिकारः नीतः कः इत्यस्मात् त इत्यस्य अनुवृत्तिः. ओके, ओ नीतः तः. ओके, कृततिङ् इत्यस्य अधिकारः कृत् अतिङ् फ्रम् 3-1 93 प्रत्ययः परश्च इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रं वर्तमाने मतिबुद्धिपूजातेभ्यः धातुभ्यः कृत् थ प्रत्ययः परश्च यथा राज्ञां मतः. सो अत्र इम्पार्टेण्ट् थिङ्ग् इस् मुख्यविषयः वर्तमाने मति बुद्धिपूजार्थेभ्यश्च वर्तमानकाले विधीयते तप्रत्ययान्तशब्दस्य कृते. वर्तमाने मतिबुद्धिपूजार्थेभ्यः धातुभ्यः कृत् तप्रत्ययः परश्च कृत् कृत् अतिङ् ओके सो दिस् इस् अ कृत् प्रत्यय कृत् अतिङ् इत्यनेन कृत् प्रत्ययः तप्रत्ययः परश्च यथा राज् बट् दिस् वन् वर्तमाने लट् एव. ओके, वर्तमाने लट् इत्यनेन वर्तमाने एव. ओके, यथा राज्ञां मतः, राज्ञाम् इष्टः, राज्ञां बुद्धः, राज्ञां ज्ञातः, राज्ञां पूजितः, अनुक्तसमुच्चयार्थः चकारः चकार इन् द सूत्र. ओके, चकार इस् फार् अनुक्तसमुच्चयस्य अर्थे बिकास् हियर् अनुक्तसमुच्चयार्थः इत्युक्ते सिमिलर् मीनिङ्ग् इष्टः इत्यादि पदमपि अस्ति न मति बुद्धि पूजार्थे इति. नाट् ओन्लि दट् अनुक्तसमुच्चयार्थे बियास् अपि प्रत्यय विधीयते वर्तमाने लट् इति. बट् देर् वास् सम् होम्वर्क् गिवन् बै भगिनी, डु यु रिमेम्बर् वाट् इट् इस्? I wasn't in the class, but I heard the class a little bit here and there, but anyway, I thought they did, didn't we hear another sutra, Mahodaya, Mati, Buddhi, Puja, Te, Bhyascha, there was another sutra that was, I don't know, Tasya cha Vartamane, that is the one that is making it Vartamane, no, I don't know. See, the question was, but mati buddhi buddhi vyascha tapratyasya. Now I, Sriram Mohdaya and Mehul Mohdaya had said something based on which Bhagini said that is a homework. So Mehul Mohdaya said bahu kimapi pataniyam tat tat tatra eva अवगमनं भवति इति. द्रोणीमुद्रणं शृणोतु. The question itself I didn't understand. Why, what was the confusion? For me, it looks like a straight answer, straight sutra and straight answer. Mati, buddhi, pujarte, samuchayarte, vyas, इति छापदेन स्वीकृत्य ता प्रत्यय वर्तमानार्थे विहिता भवति. यदा वर्तमाने विहिता भवति एतेभ्य अर्थेभ्य तस्य कर्तृकर्मणो कृति इति सूत्रेण षष्टिविहिता कर्तृपदस्य सामर्थ्यम् अस्ति चेदपि षष्टि निषिध्यते तेन च पूजायाम् इति सूत्रेण. इति इस् द सिम्पलेस्ट् मीनिङ्ग् आफ् इट्. बट् अत्र प्रश्न उदेति यत् मदः इति क्या प्रत्ययस्य योग्यषष्टिः कथं भवति इति. तत्र प्रश्न उदेति कर्तृकर्मणो कृति इति सूत्रेण कृत् प्रत्यययोगे तस्य बाधकः भवति न लोकाव्यय कर्त निष्ठा कलर्तृणाम् इति सूत्रेण भवतु तत्तवतु निष्ठा इति सूत्रेण च तत्र इति. सो देर् इस् लोट् आफ् दिस् विच् वास् नाट् कवर्ड् इन् द क्लास् but I have read it, that's why I'm saying this, but let's that is not the class. Yeah. you can read it, it was not done in the class. Only after the madhi buddhi praptene madhi buddhi pujarte puja madhi buddhi pujarte pyascha that sutra when it was read, then there was a question. Uma Bhagini smarati va? Aruna Bhagini? Yeah, I vaguely remember, but I don't know exactly what was said. Because to be very honest, what that Sri Ram Mahavir says, I don't understand at all. Because he says so many things. And I feel it is not cogent, according to me. So it is very difficult to decipher what he says. See, actually speaking, Sri Ram Mahavir is a master in Karaka Prakarna. So he relates everything with the karaka prakaran karaka sambandha sutranam, because all these kartra karmano kriti etc comes in the karaka prakarna only also. So what happens is that he is relating that and finding out sutras which are conflicting in the meaning or conflict or work or applicable in the same place. Since Karaka's subject is not very clear to us, we don't understand what he is saying. Yeah, to be very honest, I don't understand what he says at all. And I feel there's so many things he says, but I'm not able to connect also between them. Anyway, I'll also listen to the recording once more before the class. Okay. Let me read more, because I cannot... I don't think I can listen to the recording anymore. Okay. Atra prashnaha udeti yat matah iti ta pratyayantasya yoge shashti vibhaktihi katam prapyate iti. Shashti samasah bhavitum arhati only if shashti vibhakti bhavati chet. So shashti vibhakti katam prapyate iti. Kartrikarmano kriti iti sutrena. What was the example given? Ragnyam Ishtaha. Okay. So Ragnyam Mataha. Ragnyam Mataha. Okay, that is Ishtaha. Okay. Kartri Karmanoho Kriti Iti Sutrena Kriti Yoge Anukta Kartuhu Anukta Karmanaha Cha Shashti Vidiyate Iti Jani Maha. Okay. Kintu Na Loka Avyaya Nishta Kalartha Trinam Iti La Vu Vuka Avyaya Nishta Kalartha कलर्त तृन् तृन् इत्येतेषां प्रयोगे षष्टिविभक्तिः न भवति. ओके. तवतु निष्ठा इति सूत्रेण तश्च इक्तश्च तवतुश्च प्रत्ययौ निष्ठासंज्ञौ भवतः. ओके. न लोकावेयनिष्ठा कलर्ततृणाम् इति सूत्रे निष्ठा इत्यनेन तवतोः ग्रहणं भवति. कर्तृकर्मणोः कृति इति सूत्रेण तप्रत्ययस्य योगे अनुक्तकर्तुः अनुक्तकर्मणः च या षष्ठी प्राप्ता अस्ति तस्य निषेधः भवति न लोकाव्ययनिष्ठा कलर्ततृणाम् इति सूत्रेण. ओके. ओके. मतः अर् इष्टः अर् इति के मतः अर् इष्टः इति पदं तप्रत्ययान्तशब्देन इति दट् इस् अ कृत् शब्द. सो कर्तृकर्मणो कृति इत्यनेन अनुक्तकर्ता अनुक्तकर्मा षष्ठीविभक्ति भवितुम् अर्हति, परन्तु तत् निषेधं क्रियते न लोकाव्ययनिष्ठाकलर्ततॄणाम् इति सूत्रे. ओके ओके, दट्स् वेर् द क्वश्चन् इस्. ओके, कर्तृकर्मणो कृति इति सूत्रेण तप्रत्ययस्य योगे अनुक्तकर्तुः अनुक्तकर्मणः च या षष्ठी प्राप्ता अस्ति तस्य निषेधः भवति न लोकाव्ययनिष्ठाकलर्ततॄणाम् इति सूत्रेण. अतः तप्रत्ययस्य योगे षष्ठी न प्राप्यते एव, तर्हि कथं षष्ठी तत्पुरुषसमासः जायते? ओके ओके, समासः अपि न प्राप्तः. आम्, अत्र उच्यते यत् तस्य च वर्तमाने इति सूत्रेण तस्य वर्तमानकालविहितस्य प्रयोगे षष्टिविभक्तिः भवति. दिस् इस् 2367, दट् इस् 2369, कर्तृकर्मणो कृति इस् 2365 आर् 65 ऐ थिङ्क्. ओके, दट् इस् 65, दिस् इस् so the tasya cha vartamana is in between kartrikarmano kriti and na loka vyajanishta kalartatrana. okay, atra uchyate yat tasya cha vartamane iti sutrena tasya vartamana kala vihitasya prayoge shashti vibhaktihi bhavati. sutrena tasya vartamana kala vihitasya prayoge shashti vibhaktihi bhavati यथा राज्ञां मतः. सो तस्य च वर्तमाने कन्सिडरेशन् इस् ओन्ली आफ्टर् न लोकाव्ययनिष्ठा कलर्ततॄणां. सो तस्य पूर्वमस्ति, तस्य पूर्वमस्ति, बट् ईवन् दो इट् इस् पूर्वम्, इट्स् कन्सिडरेशन् कम्स् ओन्ली आफ्टर् दट्. ऐ डोण्ट् नो द बलाबल चिन्तनं, बट् ओके, इट्स् चिन्तनं कम्स् ओन्ली आफ्टर् दट्. इट् मीन्स् द न लोकाव्ययनिष्ठा कलर्ततॄणां rejection is first and then comes the tasya cha vartamane. tasya cha vartamane iti sutrena tasya vartamana kala vihitasya prayoge shashti vibhaktih bhavati yatha rajnyam matah rajnyam buddhah rajnyam pujitah na loka vyayanishtha kalartatrinam iti sutrena pratishetah pratishete prapte punah shashti vidiyate तस्य च वर्तमाने इति सूत्रेण. प्रथमं सूत्रेण प्रतिषेधः प्राप्तः, बट् विधि अगेन् षष्ठी विधीयते तस्य च वर्तमाने इति सूत्रेण. तस्य च वर्तमाने इति सूत्रं न लोकाव्ययनिष्ठा कलर्ततॄणाम् इति सूत्रस्य अपवादः. ओके, इति अपवादः अस्ति. ओके, राज्ञां मतः इत्यत्र मन् इति इच्छार्थकधातुतः मतिबुद्धि पूजार्थेभ्यश्च इति सूत्रेण वर्तमानार्थे तप्रत्ययः विधीयते, अतः मतः इति रूपं लभ्यते. मतः इति तप्रत्ययान्तस्य योगे राजा इति कर्तुः षष्ठी प्राप्ता अस्ति कर्तृकर्मणोः इति सूत्रेण. तस्याः षष्ठेः निषेधः क्रियते न लोकावे, द सेम् थिङ्ग् दे आर् सेयिङ्ग्. ओके, न लोकावेयनिष्ठा कलर्ततॄणाम् इति सूत्रेण, पुनः तस्य च वर्तमाने इति सूत्रेण तस्य वर्तमानकालविहितस्य प्रयोगे षष्ठीविभक्तिः भवति इत्यतः वर्तमानकालिकतान्तस्य योगे अनुक्तकर्तरि षष्टिविभक्तिः जायते इत्यतः राज्ञाम् इति षष्ट्यन्तं जायते परि. एवमेव अन्येषु उदाहरणेषु द्रष्टव्यं भवति. ओ ओके, राज्ञां बुद्धः. सो प्रथमं कर्तृकर्मणो कृति इत्यनेन षष्टिविभक्तिः भवति, अनन्तरं न लोकाव्ययकलर् निष्ठाकलर्ततॄणाम् इत्यनेन निष्ठापदस्य कृते षष्टिविभक्तिः न भवति इति कर्तृ षष्टि न भवति इति निषेधं भवति न लोकाव्ययनिष्ठा कलर्ततॄणाम् इत्यनेन. परन्तु तस्य च वर्तमाने इति पुनर् निषेधस्य निषेधं भवति प्रति वडु विकल् दट् प्रतिप्रसवं भवति. सो षष्टि विधीयते तस्य च वर्तमाने इति सूत्रेण प्रथमम्, अनन्तरम् अगेन् षष्टिः विधीयते. मतिबुद्धिपूजातेभ्यश्च इति सूत्रेण वर्तमानार्थे तप्रत्ययः विधीयते, अतः मतिः मतः इति रूपं लभ्यते. मतः इति प्रत्ययान्तस्य योगे राजा इति कर्तुः षष्टिविभक्तिः प्राप्ता अस्ति कर्तृकर्मणोः कृति इति सूत्रेण. तस्याः षष्टेः निषेधः क्रियते न लोकाव्य. पुनः तस्य च वर्तमाने इति सूत्रेण तस्य वर्तमानकालविहितस्य प्रयोगे षष्टिविभक्तिः भवति इत्यतः मतः वर्तमानकालकालिकतान्तस्य योगेन योगे अनुक्तकर्तरि षष्टिविभक्तिः जायते. अस्तु महोदय, धन्यवादः महोदय. ऐ थिङ्क् ऐ गाट् समानार्थकम् अस्ति. तत्र कर्तृकर्मणो कृति इस् refuted by na lokanevya nishta kalpitrana. Okay, but vartamane tasya cha vartamane is coming in between these two. Parantu that is because this is coming, even though it is coming in between, that is the apavada, because anyatra labdha avasha nasti. But because tasya vartamane अपि च महोदय कर्तृकर्मणोः कृति इत्यस्य कृते द न लोकाव्यय निष्ठा कलर्ततृणाम् आल् दोस् आर् आल् लाड् आफ़् कृदन्तपदास् आर् देयर् इन् देट् वेरस् तस्य च वर्तमाने स्पेसिफिकलि ओन्ली टु द वर्तमान थिङ्ग्. सो द फस्ट् निषेध कम्स् ओन्ली थ्रू न लोकाव्यय निष्ठा कलर्ततृणाम्. अनन्तरं बिकास् नौ वि आर् इन् द वर्तमान थिङ्ग् तस्य च वर्तमाने टेक्स् ओवर् mati. So that becomes predominant also, that becomes predominant. Yeah, because we mati apavadatvena apavadavalena anyatra nishedashya nishedam nishedashya nishedam bhavati. Thank you Ushaji. Nice. No, because I don't have the time to listen. What you speak I understand properly. What you speak I understand better than Sriram. No, no, Bhagini, you all can listen to that. He may be knowing better, much more, but still, I don't know, I'm not able to understand at all. No, no, you are saying because, he is in a, like Mahodaya says, he is in a higher level, Latta. Maybe. Totally not understanding. Many times I thought about it, why I'm not able to understand either. Uma Bhagini, the reason is that, when he says that, because of the taksya cha vartamane, it is applicable. Now, with the moment he says a sutra and it's applicable, we should be knowing what is the applicability and where it is applicable, etc., all the things which he is assuming that we all know. I don't know. That's the problem. Right. Understand. Okay. Those who have but, studied... When Usha Bhagini deduces something from X to Z, I'm able to follow what she says, at least to some extent. Only thing is, Usha Bhagini is step by step going, whereas Sriram Mahodaya is jumping the step, because he takes it for granted, you people know that. Unfortunately, I do not know. There are so many of us who haven't studied Karaka Prakaranam. Karana Prakaranam is very important because samasasya purvam asti, samasa prakaranasya purvam asti Karaka Prakaranam in the Pani order, in the Sutra Prakaranam. So we have to go through the Karaka Prakaranam before even studying the Samasa Sutra. Very correctly and full length. Yeah. I've heard these Karaka Sutras a little bit here and there, but not much. Swamiji used to teach. Yeah. For me also, Karaka Pranam, I have not gone to the Karaka Pranam at all. I try to listen to that lady from India, Dr. something. The Lakshmi Bhagini's class. It was okay, but after a while it was... But Lakshmi Bhagini's class, I could not understand much. I was trying, but I didn't understand. I gave up because it was, they all know the answers. I'm looking, Vidya Bhagini's classes I am able to follow. and she also, like Usha Bhagini, goes step by step and then stops where we are wrong, going wrong, and then she brings us back. She makes us use our own brain and then come back to the correct position. She tries her best to do that, and that's nice. Yeah. But Lakshmi Bhagini, she was going as Sri Rama a little above. Oh, I haven't heard Lakshmi Bhagini, but I have heard some characters. She is a PhD in Sanskrit, no? Maybe. I'm not belittling her, but I didn't understand, that's all I can say. Yeah, that's right. And after that, I think Sukhavanam Mahodaya has taken a detailed revision of the whole thing again, which is also available on the website. Yeah, even that I could not understand, so I dropped out. I didn't try that at all. Sukhavanam Mahodaya's, I didn't. Yeah, he was a little bit better. I tell you, the reason why Karaka Prakaranam is so difficult, even though it is standalone Prakaranam and it doesn't have any problem with other subjects, the reason is that one way of making a sentence can be done in multiple vibhaktis and multiple ways in the same sentence. Because there are so many Karaka Sutrams which are supporting that, if it is this meaning, you can use even Shashti in place of Dvitiya, or in Shashti in place of Tritiya, or Chaturthi in place of Dvitiya. These type of, you know, exceptions are being all grouped together in the Karaka Puranam. But the reason is that it is not applicable all the places. So you need to know which are the meaning under which the word should, if it is indicating a particular meaning, that is another problem with the dhatu. Same dhatu has got multiple meanings in one gana itself. When it goes to another gana, there is a different meaning altogether. So the dhatu which is being used in a particular, see, gati buddhi pratyavasana, there is a sutra for that. Shabda karma, now, karma kaanam, anikartasa now. So that anikarta, that is the place, you know, that sutra says that so many variations you can do with the different vibhaktis because the meaning differs in each of the places. Oh, we are going to do that in the niche class. Yeah. But niche place, you also don't go to the karaka side of it. It only uses the niche pratyasya. Application only. Anikarmana is just, you know. Yeah, yeah. But there it is for the karma. We are going to use karma teva. Yeah. Yeah. See, first of all, but what is the meaning of karakam and vibhakti? What is the difference between karakam and vibhakti? Even that I am not very clear in my mind. See, karakam is yena kriya sambhavati. Oh. Okay. Kriya Sambhavati. Okay. Mm. Yeah, that is Karaka. What is Vibhakti is, Vibhakti is to categorize that whether it is Karta, Karma, Upadana, Apadana, Sama, Adhikarana, Itri. Okay. Mm. Shashti doesn't have this thing, Karaka. Yes. Because yes. Shashti, Sheshe, Shashti. Mm. So other than Shashti, all the other Vibhaktis, Pradhama doesn't have a karakam. It's a kartar. Dvitiya, Tritiya, Chaturthi, Panjami and Saptami has got karaka shakti in the vibhakti. So by vibhakti that alone, means to generate, you don't, that means to generate a kriya. Yeah, now I'll tell you, if you look at, for example, Apadane, what you call? Panjami. Abhadane Panjami. Okay. Now, in that, there are so many sutras which are coming. Before that, let me take Chaturthi will be with it. Yeah. namaste we say, so there that chaturthi has to come. When you say namaha, when you use chaturthi has to come, something like that, no? Swasti swaha swada. Yeah, swasti swada namaha, these are all is governed by chaturthi. Dana, so dana. चतुर्थी सम्प्रदाने 2313 महोदय चतुर्थी 2313 चतुर्थि सम्प्रदाने ओके नौ इफ् यु टेक् दिस् चतुर्थि सम्प्रदाने चतुर्थि सम्प्रदाने अर्थे इति अस्ति नौ इफ् यु लुक् एट् द सब्सिक्वेण्ट् दिस् थिङ्ग् क्रियार्थे क्रियार्थोपपदस्य च कर्मणि स्थानिनः देन् तुभ्य तुमर्थच्छब्दभावना नमः स्वस्ति स्वः So, all those so things, in these things bashat. Also, alambashat is thing. Manye, up to here, you will find all of them are referring to Tritiya Karakam. Chaturthi Karakam. Right. Chaturthi Karakam. Then goes Tritiya. Kartra Karanayo Tritiya. Hmm. So there are, see, you need to go stage by stage for these things. What is that? In fact, I have, one time, what I have done is that I have, I am collecting the Hindi, what you call, Karaka, this thing of, if you look at it in my library, if you go there, you will find I have this one. If you look at this Neelesh Mahodaya Karaka Prakaranam, I have collecting these things. Is that a lecture? Yeah, it is lectures in Hindi. Paniniye Vakarnam Karakasya Parikaraka Parijeha. Then he is saying Vibhakti, what is the difference between Vibhakti and Karaka? Vibhakti Karaka, Vibhakti Ka Parijeha. Karakasya Prakaranam, he is introducing, then he is introducing Vibhakti. Then Abhidhana. That is how that then starts Anabhihite. Hmm. So, if you want, I can share it with you. No, but what is you speak? I don't know whether I can understand that much Hindi. I do not know. Yeah, yeah. It's very simple Hindi only. For you, Mahodaya, anyway. For me. I also cannot follow Hindi. Yeah. Oh. Okay. Astu atra sagyama. धन्यवादः धन्यवादः धन्यवादः धन्यवादः धन्यवादः धन्यवादः